गीतासोपानवर्गं प्रति स्वागतम्। आदौ सुभाषितं शृणुमः। भगिनी सुभाषितं स्मारयतु। विद्या नाम नरस्य रूपमधिकं प्रच्छन्नगुप्तं धनं विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः। साधु धन्यवादाः। अद्य नूतनपाठः आरभ्यते। पाठस्य शीर्षकमस्ति गाण्डीवं स्रंसते हस्तात्। एकोनविंशत्यधिक एकशतं पुटं पश्यन्तु। पेज् 119। एकोनविंशत्यधिक एकशतं पुटं पश्यन्तु, नो चेत् नवदशाधिक एकशतं पुटं पश्यन्तु। हस्तात् गाण्डीवं स्रंसते इति अन्वयः अस्ति भगवद्गीतायाः प्रथमाध्यायस्य त्रिंशत्तमः श्लोकः। अयं गीतायाः त्रिंशत्तमात् श्लोकात् उद्धृतः भागः, इत्युक्ते श्लोकस्य भागः अयं गीतातः उद्धृतः श्लोकस्य भागः, प्रथमाध्यायस्य त्रिंशत्तमात् श्लोकात् उद्धृतः भागः अयं। गाण्डीवं स्रंसते हस्तात्, वेपधुश्च शरीरे मे रोमहर्षश्च जायते, गाण्डीवं स्रंसते हस्तात् त्वक् चैव परिदह्यते इति श्लोकः अस्ति। रोमहर्षः वेपधुश्च मे शरीरे जायते, हस्तात् गाण्डीवं स्रंसते त्वक् च एव परिदह्यते इति तत्र अन्वयः अस्ति। गाण्डीवं नामकं धनुः, गाण्डीवं नामकं धनुः मम हस्तात् स्रंसते, स्रंसते इत्युक्ते भ्रश्यति। इदं वाक्यम् अर्जुनेन उक्तमस्ति। अर्जुनः उक्तवान् युद्धस्य आरम्भे, अहं सम्यक् स्थातुं न शक्नोमि, मम मनः अपि भ्रमति, मम त्वक् दग्धा इव भवति इति सः उक्तवान्। गाण्डीवम् इति पदमस्ति, गाण्डीवम् इति पदं तद्धितप्रत्ययान्तपदमस्ति। गाण्डीवं स्रंसते हस्तात् इत्यत्र सन्धिकार्यमपि अस्ति। गाण्डी नाम वृक्षस्य काष्ठं प्रयुज्य अस्य धनोः निर्माणं कृतम् इति मया पठितम्। गाण्डी अस्य अस्ति इति तत्र विग्रहवाक्यं भवति। गाण्डीवम् इति अर्जुनस्य धनुः, अर्जुनस्य धनुषः नाम गाण्डीवम्। गाण्डीवम् अस्य अस्ति इति कारणतः अर्जुनस्य अन्यनाम गाण्डीवी, गाण्डीवी इति अर्जुनस्य अन्यनाम अस्ति। गाण्डीवम् अस्य अस्ति, सः गाण्डीवी, इनी प्रत्ययः अस्ति। यस्मिन् अथवा यस्य गुणाः सन्ति सः गुणी, एवमेव गाण्डीवम् अस्य अस्ति इति गाण्डीवी। कस्मात् गाण्डीवं स्रंसते हस्तात्, किं स्रंसते? गाण्डीवं स्रंसते कस्य हस्तात्? अर्जुनस्य हस्तात्, अर्जुनस्य हस्ततः इति अपि साधु। हस्ततः इति कथनेन तद्धितप्रत्ययान्तपदं भवति, हस्ततः इति अव्ययपदम् अस्ति। हस्तात् इत्यत्र पञ्चमीविभक्तिरूपम् अस्ति। हस्ततः इति अपि साधु एव, हस्ततः इत्यत्र तस् इति प्रत्ययः अस्ति। हस्ततः इति पदम् अव्ययपदं भवति, तस्सिल् भिन्नः तस् भिन्नः, हस्ततः इति अव्ययम् अस्ति इति कारणतः वचनविभक्तिभेदः नास्ति, सप्तसु विभक्तिषु एकमेव रूपं भवति। इदं वाक्यम् अर्जुनेन उक्तं कदा? महाभारतयुद्धस्य आरम्भे, भगवद्गीतायाः प्रथमाध्याये अर्जुनेन उक्तः अयं श्लोकः। कुरुक्षेत्ररणरङ्गे इदं वाक्यम् अर्जुनेन उक्तमस्ति। वृक्षस्य नाम गण्डः, गाण्डी, गाण्डी, गाण्डी नाम वृक्षस्य काष्ठं प्रयुज्य अस्य निर्माणम् अभवत्। गाण्डी इति नेम् आफ् ए ट्री। गाण्डीवम् इति पदस्य कृते एव सूत्रमस्ति, गाण्ड्यजगात् संज्ञायाम् इति सूत्रेण इदं पदं निर्मितम् इति मया दृष्टम्। गाण्डीवधन्वी इति अपि नाम अस्ति अर्जुनस्य, गाण्डीवं धनुः अस्य अस्ति इति कारणतः गाण्डीवधन्वी इति. अपि च स्रंसते इति पदस्य प्रसङ्गे चिन्तनं कुर्मः चेत् स्रंसते इति क्रियापदमस्ति, तिङन्तपदमस्ति, आत्मनेपदिरूपम् अस्ति, भुवादिगणे धातुः अस्ति स्रंस. तत्र कार्याणि सन्ति वा? भुवादिगणीयधातुः. सूर्यकुमारी भगिनी, स्रंस इति धातुः अस्ति, क्रियापदमस्ति स्रंसते. संसते स्रं योगः अत्र धातुः एव स्रंस. स्रंस स्रंस योगः ते सप्रभुज्य स्रंस ते. तावदेव, धातुः एव स्रंस अस्ति. शप् इत्यस्मात् आगतः, भुवादिगणे अस्ति इति कारणतः आत्मनेपदी धातुः, अतः स्रंसते अस्ति. किन्तु अयं धातुः अकर्मकधातुः. एकवारं शीर्षकं दृष्ट्वा गाण्डीवं स्रंसते हस्तात् इत्यत्र सन्धिकार्यमस्ति, वदतु. गाण्डीवं गाण्डीवम् अनुस्वारसन्धि हल् पर अस्ति चेत् स्रंसते स्रंस धातुः. केन सूत्रेण अनुस्वारसन्धिः भवति? नच्छदप्रान्तस्य जले. एवं वा, अपदान्तकार्यं खलु नश्चापदान्तस्य जलि. मोनुस्वारः मोनुस्वारः सूत्रेण, मोनुस्वारः सूत्रेण मकारस्य स्थाने, वदतु, मकारस्य स्थाने अनुस्वारः भवति. स्रंसते इत्युक्ते गिर्ना, टु फाल् डौन्, टु ड्राप्, टु स्लिप् आफ्, टु स्लैड् इत्यादयः अर्थाः सन्ति स्रंसते इत्यस्य कृते. हस्तात् इति पदं साधु, हस्ततः इति अपि साधु. हस्ततः इति वदनेन अव्ययपदमस्ति इति कारणतः विभक्तिषु वचनेषु तस्य रूपं समानं भवति. पञ्चम्यर्धे तः इति प्रयोगः सरलः भवति. हस्ततः इति कथनेन तत्र सारल्यम् अस्ति. तदपि साधु एव. पञ्चमे विभक्तेः प्रसङ्गे किं ज्ञातव्यम्? एकम् उदाहरणं स्वीकृत्य वक्तुमिच्छामि. वृक्षात् पर्णं पतति इति वाक्यमस्ति. वृक्षात् पर्णं पतति, वृक्षतः पर्णस्य विभागः भूत्वा अधः पतति. यदा विभागः भवति तदा यः अवधिभूतः भवति तस्य पञ्चमी विभक्तिः. तत्र अपादाने पञ्चमी इति एकं सूत्रमस्ति. अपादानकारके पञ्चमी विभक्तिः भवति. यदपादानं भवति तस्मात् अपादानात् पञ्चमी विभक्तिः भवति. पञ्चमी विभक्तेः विधायकसूत्रमस्ति अपादाने पञ्चमी इति विधायकसूत्रमस्ति. अपादानम् इति एका संज्ञा अस्ति. संज्ञा अस्ति इति कारणतः संज्ञां ज्ञातुं तत्र संज्ञासूत्राणि अपि सन्ति. वृक्षात् पर्णं पतति इत्यत्र पत् इति धातुः अस्ति. पत् धातोः अर्थः तु अधोदेशसंयोगानुकूलव्यापारः. पत् धातोः अर्थः अधोदेशसंयोगानुकूलव्यापारः. पतनक्रियायाः आश्रयः पर्णम्. पर्णं पतति इत्यत्र पतनक्रियायाः आश्रयः पर्णम्. तस्मिन् वाक्ये पर्णम् इति कर्ता अस्ति. विभागाश्रयः, यस्मात् तस्य विभागः कृतः, विभागाश्रयः वृक्षः. तत्र वृक्षः इति अपादानकारकं भवति. अपादानभूतात् वृक्षशब्दस्य पञ्चमी विभक्तिः भवति. अपादाने पञ्चमी इति सूत्रेण तत्र पञ्चमी विभक्तिः भवति. एवमेव अत्रापि चिन्तनं करणीयम्. हस्तात् गाण्डीवं स्रंसते. अत्र अपादानसंज्ञासूत्रं किं सूत्रं कार्यं करोति इत्युक्ते, अपादानसंज्ञासूत्रमेकम् अस्ति, ध्रुवम् अपाये अपादानम् इति सूत्रेण अपादानसंज्ञा दीयते. विभागाश्रयः वृक्षः, अतः अपादानकारकं तत्र वृक्षः. पञ्चमी विभक्तेः प्रसङ्गे किं ज्ञातव्यम्? पञ्चमी विभक्तिः द्विधा वर्तते. कारकपञ्चमी विभक्तिः, उपपदपञ्चमी विभक्तिः. हस्तात् गाण्डीवं स्रंसते इत्यस्मिन् वाक्ये कारकपञ्चमी विभक्तिः अस्ति. उपपदपञ्चमी इति कथनेन तत्र उपपदस्य कारणेन तत्र पञ्चमी विभक्तिः भवति. उपपदानि कानिचन वदामि. विना, ऋते, पूर्वं, परम् इत्यादीनि पदानि तस्मिन् वाक्ये सन्ति चेत् उपपदम् आश्रित्य तस्मिन् वाक्ये पञ्चमी विभक्तिः सम्भवति. अस्मिन् वाक्ये तु कारकपञ्चमी विभक्तिः अस्ति. हस्तात् इति पदमस्ति खलु, हस्तात् इति पदस्य रूपसिद्धिः कथं भवति इति ज्ञातव्यम्. इदं पदं सुबन्तपदं खलु, इत्युक्ते अस्य पदस्य अन्ते सुप्रत्ययः भवेत्. यस्य अन्ते सुप्रत्ययः अस्ति तत् सुबन्तम्. सुबन्तम् अथवा तिङन्तमेव पदम् इति कथयितुम् अर्हं भवति. हस्त इति प्रातिपदिकम् अस्ति, अकारान्तप्रातिपदिकम्. हस्त इति प्रातिपदिकात् सुप्रत्ययं योजयामः. सुप्रत्ययः कः वदतु सूर्यकुमारी भगिनी, इतोपि वदतु. इतोपि किं भवति? एकविंशति सुप्रत्ययाः सन्ति खलु, सु औजस् अमौट्यस् ताभ्याम्भ्यस् नेभ्याम्भ्यस् नसिभ्याम्भ्यस् नस् ओसु आम् नि ओसु सुप्. पञ्चमी विभक्ति एकवचनप्रत्ययः नसि. इतोपि तत्र कार्यमस्ति, सिद्धिप्रत्ययः अस् भवति. कार्यं किम् इत्युक्ते एकं विशिष्टं सूत्रं, रोहिणी भगिनी वदतु. नसि हसो नस्याः. उत्तमं, तत् सूत्रं जानीमश्चेदेव रूपं साधयितुं शक्नुमः. ता नसि नसाम् इनात् स्याः. ता नसि नसाम् तत्र टा इत्युक्ते तृतीया विभक्ति एकवचनप्रत्ययः. ता नसि नसाम् नसि इति अस्ति खलु, नसि प्रत्ययः पञ्चमी विभक्ति एकवचनप्रत्ययः. तत्र क्रमेण ता स्थाने इना, नसि स्थाने आत् इत्युक्ते पञ्चमी विभक्ति एकवचनप्रत्ययः. नसि प्रत्ययस्य स्थाने आत् आदेशः भवति. टा नसि नसाम् इनात् स्याः सूत्रेण आत् आदेशः भवति नसि प्रत्ययस्य स्थाने. तदा स्थितिः का? हस्तयोगः आत् इति रूपमस्ति. हस्त इत्यत्र अकारः अस्ति खलु, आत् इत्यत्र दीर्घ आकारः, तत्र सन्धिकार्यं भवति. अकः सवर्णे दीर्घः इति सूत्रेण सवर्णदीर्घसन्धिः भूत्वा द्वयोः स्थाने दीर्घरूपम् एकादेशः भवति. पूर्वपरयोः स्थाने दीर्घरूपम् एकादेशः भवति, हस्तात् इति रूपं भवति. अपि च अन्ते तकारः अस्ति इति कारणतः झलां जशोऽन्ते कार्यमपि भवति, पदान्तकार्यं झलां जशोऽन्ते कार्यम्. अतः जस्त्वं भूत्वा हस्ताद् इत्यपि भवितुमर्हति. चर्त्वं भवति चेत् विकल्पेन हस्ताद् इति एकं रूपं, हस्तात् इति अन्यद् रूपमपि भवितुं शक्नोति. अत्र हस्तात् इति रूपं दत्तमस्ति. पञ्चमी विभक्तिः इति पदमस्ति खलु, तत्र कर्मधारयसमासः अस्ति. विशेषणपूर्वपदकर्मधारयः पञ्चमी विभक्तिः इति पदं समस्तपदमस्ति. इदानीम् अस्माकं पाठे किमस्ति इति अवलोकयामः. सुजाता भगिनी सूचनां पठतु. पठता अवगच्छता च. पठता लोट्लकार मध्यमपुरुष बहुवचनमस्ति. अवगच्छता अव उपसर्ग गम् धातु अस्ति. गच्छता विशेषणविशेषभावः अस्ति भगिनि. पठता अवगच्छत विशेषणविशेष्यभावः कुत्र भवति? विशेष्यं स्यात् विशेषणं स्यात्. सुन्दरः बालकः इत्यत्र बालकः सुन्दरः, तत्र विशेष्यं बालकः, सुन्दरः इति विशेषणमस्ति. तत्र विशेषणविशेष्यभावः वर्तते. अत्र तु तिङन्तपदद्वयं दत्तमस्ति, पठत अवगच्छत च. अव्ययमस्ति. अत्र कार्यद्वयं क्रियाद्वयम् उक्तमस्ति, आदौ पठत पश्चात् अवगच्छत च. भवती वक्तुं शक्नोति वा नवरूपाणि? पठत पठत इत्यत्र मध्यमपुरुष बहुवचनरूपं लोट् रूपम् इति उक्तवती, लोट् नवरूपाणि वदतु. पठतात् पठतां पठन् लोट् पठन् पठः पठतात् पठतम् पठितं पठता कानिचन रूपाणि असाधुरूपाणि उक्तवती भगिनी. सुन्दरमहोदय भवान् स्मारयतु. पठतु पठतात् पठतां पठन्तु पठ पठतात् पठतं पठत पठामि पठाव पठाम. उत्तमं. चिन्ता मास्तु, केवलं पृष्टवती पठतु पठन्तु इति वयं जानीमः खलु. पठतु इत्यत्र अन्यद् रूपमपि अस्ति, पठतात् इति विकल्पेन एकं रूपम् अस्ति. पठतु पठतां पठन्तु. पठ मध्यमपुरुषे एकवचनरूपं पठ, किमर्थं चेत् पठ इत्यत्र अदन्तमङ्गमस्ति, अदन्तमङ्गमस्ति इति कारणतः अतो हे इति सूत्रेण हि प्रत्ययस्य लुक् भवति लोट् लकारप्रसङ्गे. अनदन्तमङ्गमस्ति चेत् सेर्ह्यपि च इति सूत्रेण हि आदेशः भवति. यथा जानीहि देहि पाहि इत्यत्र अनदन्तमङ्गमस्ति इति कारणतः हि प्रत्ययः तत्र सिध्यति सेर्ह्यपि च इति सूत्रेण. अत्र पठ इति धातोः प्रसङ्गे अदन्तमङ्गमस्ति. अङ्गं नाम किम् इत्युक्ते तिङ् प्रत्ययस्य कृते धातुविकरणयोः मेलनेन यद्रूपं सिध्यति तद्रूपमेव तत्र अङ्गं भवति. इत्युक्ते केषुचित् गणेषु अदन्तमङ्गमस्ति, अन्येषु गणेषु अनदन्तमङ्गमस्ति. यत्र यत्र अदन्तमङ्गमस्ति तत्र अतो हे इति सूत्रेण हि प्रत्ययस्य लुक् भवति मध्यमपुरुष एकवचनरूपेषु लोट् लकारे. अतः पठ पठतं पठत पठानि पठाव पठाम. तत्र तां तं त इत्यादीनि रूपाणि साधयितुं सूत्रमस्ति तस्थस्थमिपां तान्तन्तामः. तस्थस्थमिपां तान्तन्तामः इति सूत्रेण पठतां पठतं पठत इत्यादीनि रूपाणि भवन्ति. अत्र मूलप्रत्ययानां स्थाने भिन्नभिन्नसूत्राणां द्वारा प्रत्ययादेशाः भूत्वा सिद्धप्रत्ययाः आयान्ति. इदानीं भवती वदतु अवगच्छत इत्यत्र नवरूपाणि वदतु. अवगच्छतु अवगच्छताम् अवगच्छन्तु अवगच्छन्तु अवगच्छन्तु अवगच्छ अवगच्छः अवगच्छ. विसर्गरूपं कदा आयाति? लङ्लकाररूपेषु आयाति, लोट् लकाररूपेषु अवगच्छ. पठ वदतु. अवगच्छ अवगच्छतम् अवगच्छता अवगच्छानि अवगच्छाव अवगच्छाम. साधु उक्तवती. अत्र वाक्यं पठतु. अर्जुनः रथात् अवतरति. अर्जुनः अर्जुनः प्रथमविभक्तिकवचनम् अस्ति. किं वदामः? कर्तृपदं. कर्तृपदं कर्तृपदम् अस्ति. रथात् पञ्चमी विभक्ति अस्ति. रथः पुंसि पुंलिङ्गपदमस्ति. अवतरति अव उपसर्गः अस्ति. तृधातुः अस्ति. तरति तरति रूपं साधयतु. तरति तृधातु तृ योगः शप् योगः ति तृ तर् भवति. केन सूत्रेण? तरति तृधातुः इगन्तधातुः, तस्मात् परं शप् इति प्रत्ययः सार्वधातुकसंज्ञकप्रत्ययः अस्ति. शप्रत्ययं निमित्तीकृत्य वदतु. सर्वधातुक अर्धधातुकयोः इत्यनेन तर् भवति. तर् तर् योगः आयोगः तरति. उत्तमम्. अत्र अव उपसर्गपूर्वकः त्रु दीर्घरूकारान्तधातुः अस्ति. अवतरति इत्यत्र कमिङ्ग् डौन् इति अर्थः अस्ति. उरण्ड्रपरः अपि अस्ति किल? उरण्ड्रपरः अपि अस्ति. तृधातोः कृतान्तरूपं तीर्ण इति भवति. तत्र विशिष्टं सूत्रमस्ति अवतीर्णः. अर्जुनः अवतीर्णः इति भूतकालार्थे वक्तुं शक्नुमः. रथात् इति स्थाने रथतः इत्यपि साधु भवति. कस्मात् रथात्? अग्रे वदतु. कृष्णः मधुरायाः आगच्छति. कृष्णः कर्मपदमस्ति न कर्मपदं नास्ति कर्तृपदं क्षम्यतां भगिनि कर्तृपदमस्ति मधुरायाः पञ्चमी विभक्ति मधुरशब्दस्य आगच्छति आ उपसर्ग गम् धातुः गच्छति आगच्छति मधुरायाः इति किमर्थं दत्तं मधुरा स्त्रीलिङ्गशब्दमस्ति इत्यनेन मधुरायाः पञ्चमी विभक्ति भवति उत्तमं पदम् इति नपुंसकलिङ्गपदं शब्दः इति पुंलिङ्गपदमस्ति प्रथमे वाक्ये कर्मपदं नास्ति अस्मिन् वाक्ये अपि कर्मपदं नास्ति अत्र गम् धातुतः गच्छति इति रूपं कथं साधनीयं वदतु गच्छति ईष् गमि गम च इत्यनेन चकारः आदेशः भवति गच्छ भवति चे च इत्यनेन तुक् आगमः भवति गम् चात् स्थाने ताज आदेशः भवति ति भवति देन् स्तुनाश्चुः इत्यनेन स्तोश्चुनाश्चुः इत्यनेन गच्छति भवति उत्तमम् उत्तमं मधुरातः रथतः शालातः अर्जुनतः हस्ततः इति वदनेन तस् इति प्रत्ययः योजितः अग्रे करोतु गोपिकाः नद्याः जलम् आनयति गोपिकाः बहुवचनमस्ति गोपिका नद्याः पञ्चमी विभक्ति अस्ति नदी धातुः नदी शब्दपदमस्ति जलं नपुंसकलिङ्गपदमस्ति आनयन्ति उपसर्ग अस्ति नी धातुः अस्ति उत्तमम् अत्र कर्तृपदं किं कर्मपदं किं कर्तृपदं गोपिका गोपिकाः जलं कर्मपदमस्ति आनयन्ति क्रियापदमस्ति तिङ्गन्तपदम् अस्ति जलम् इति नपुंसकलिङ्गपदं किन्तु अत्र द्वितीयाविभक्तौ दत्तमस्ति आनयन्ति इत्यत्र नी धातुः इति उक्तवती नी धातुतः नयति इति रूपं कथं साधनीयम् नी धातुतः नी योगः शप् योगः ति नी भवादिगणे अस्ति नी योगः आयोगः ति भवति नी गुणः भवति न भगिनि उत्तमम् अत्र गुणकार्यं केन सूत्रेण भवति गुणकार्यं नी धातुः धातुः दन्तधातुः इगन्त अङ्गस्य एकः गुणः भवति सार्वधातुक अर्धधातुकयोः सूत्रेण गुणकार्यं भूत्वा नी ने भवति ने योगः यचो यवायावः इत्यनेन नया भवति नयति नयन्ति उत्तमं यचोयवायावः सूत्रेण ऐ आदेशः भवति तेन नै योगः आ तत्र आ इति शप् इत्यस्मात् आगतः नयति इति रूपं भवति जलम् इत्यस्मिन् स्थाने वारि इति पदमपि योजयितुं शक्नुमः वारि इति पदमपि नपुंसकलिङ्गपदमेव वारि वारिणि वारीणि इति रूपाणि भवन्ति आपः इति पदमपि योजयितुं शक्नुमः आपः इति पदं नित्यबहुवचनान्तशब्दः नद्याः जलम् आनयन्ति गोपिकाः गोपिकाः इति पदस्य प्रसङ्गे कोऽपि वक्तुमिच्छति वा गोः पालकाः गोपाः तस्य स्त्रीलिङ्ग अहं किञ्चित् वदामि गुप् इति धातुः अस्ति गुप् धातुः भुवादिगणे अस्ति गोपायति इति रूपं सिद्ध्यति गुप् धातुः किन्तु रूपमस्ति गोपायति गुपु धूप विच्छिपणि पणिभ्यः आयः इति सूत्रं तेन सूत्रेण गुप् धातोः प्रसङ्गे गोपायति इति रूपं सिद्ध्यति लट्लकाररूपं तत्र आयप्रत्ययः विहितः भवति सनादिप्रत्ययाः द्वादश सन्ति खलु तेषु अन्यतमप्रत्ययः णिच् अस्ति निच् इव आयप्रत्ययः अपि सनादिप्रत्ययेषु अन्यतमप्रत्ययः. गुप् धातोः परम् आयप्रत्ययः आयाति इति कृत्वा गोपायति इति रूपं सिद्ध्यति. गुप् धातोः रूपमेव जुगुप्सते, भवन्तः सर्वे श्रुतवन्तः एव, जुगुप्सा जुगुप्सते. गुप् धातुतः सन् प्रत्ययस्य योजनेन जुगुप्सते द्वित्वं भूत्वा जुगुप्सते इति लटिरूपं सिद्ध्यति. जुगुप्सा इति कृदन्तपदमपि तत्र सिद्ध्यति. आहत्य अत्र वार्ता का, गुप् धातुतः णुवल् योजनेन गोपकः इति पुंलिङ्गरूपं सिद्ध्यति. स्त्रीलिङ्गे गोपिका इति रूपं सिद्ध्यति. आहत्य गुप् धातुतः णुवल् योजनेन गोपकः इति रूपं सिद्ध्यति. अत्र कार्यं किं भवति, सुन्दरमहोदय वदतु. गुप् धातुः गुप् योगे नूल् प्रत्ययः, नकारः चुटु इति सूत्रेण नकारः हित्संज्ञा भूत्वा अपगच्छति. लकारः हलुङ्क्यम् इति सूत्रेण अपगच्छति. वू एव अवशिष्यते. युवरनाकौ इति सूत्रेण वू अका भवति. एवं गुप् योगे ओके, दिस् इस् आर्धधातुकसंज्ञकः इति कारणतः सार्वधातुक अर्धधातुकयोः इति सूत्रेण न धातुः कीदृशः. गुप् इति कथनेन उपधायां ह्रस्व उकारः अस्ति. क्षम्यतां भगिनि, एतत् उपधायः उपधायामेव भवति, ह्रस्व उकारः भवति. पुगन्तलघुपदस्य इति सूत्रेण, सोरि, पुगन्तलघुपदस्य इति सूत्रेण गुप् गुणकार्यं भूत्वा गुप् गोप् भवति. गोप् भवति गोप् योगे अक इति तस्मात् आगच्छति. युवरणकौ इति सूत्रात् अक इति भागम् आगच्छति. तत्र गोप् योगे अक गोपक इति भवति. गोपकः इति अन्तिमं रूपं सिद्ध्यति. उत्तमं, प्रातिपदिकमस्ति गोपक. गोपकः इति रूपं साधयितुं प्रथमाविभक्ति एकवचनसुप्रत्ययं योजयामः, पश्चात् ससजुषोरुः खरवसानयोरुसर्जनीयः इत्याभ्यां सूत्राभ्यां रुत्वविसर्गयोः कारणेन गोपकः इति रूपं सिद्ध्यति. किन्तु अत्र स्त्रीलिङ्गरूपं दत्तमस्ति, गोपिका इति. महोदय भवान् वदतु चतुर्थं वाक्यं. चतुर्थं वाक्यं, पाण्डवाः राजभवनात् गच्छन्ति. पाण्डवाः पाण्डोः अपत्यं पुमांसः इक्वल् टु पाण्डवाः इति तद्धितप्रत्ययः प्रत्ययान्तः इति किल. पाण्डवाः पाण्डोः अपत्यानि पुमांसः इति पाण्डवाः राजभवनात् राज्ञः भवनं राजभवनं योगे तस्मात् राजभवनात्. राज्ञः भवनं राजभवनं प्लस् तस्मात् राजभवनात् इति भवति पञ्चमे विभक्ति एकवचनं. गच्छन्ति गम् गच् धातोः बहुवचनरूपं, प्रथमपुरुष बहुवचनरूपं गच्छन्ति इति, तदेव. उत्तमं, राज्ञः भवनम् इति विग्रहवाक्यं भवति. राज्ञः इति षष्टिविभक्तिरूपम् अस्ति. राज्ञः भवनं षष्टितत्पुरुषसमासः अस्ति. राज्ञः इत्यत्र प्रातिपदिकमस्ति राजन् इति नकारान्तप्रातिपदिकमस्ति. द्वयोः पदयोः प्रातिपदिकं स्वीकृत्य समस्तपदनिर्माणं कर्तव्यम्. पदद्वयमस्ति चेत् द्वयोः पदयोः प्रातिपदिकं स्वीकृत्य समस्तपदनिर्माणं करणीयम्. अत्र राजन् इति प्रातिपदिकमस्ति, भवन इति प्रातिपदिकमस्ति. द्वयोः प्रातिपदिकं स्वीकृत्य राजभवन इति नूतनं प्रातिपदिकं, समस्तपदस्य प्रातिपदिकं राजभवन इति रूपं भवति. राजन् इति नकारान्तपदमस्ति इति कारणतः विशिष्टसूत्रेण नलोपः प्रातिपदिकान्तस्य सूत्रेण नकारलोपः भूत्वा राज इति रूपमेव सिद्ध्यति. समस्तपदनिर्माणावसरे लौकिकविग्रहवाक्यं सम्भवति, अलौकिकविग्रहवाक्यमपि सम्भवति. अलौकिकविग्रहवाक्यम् इति कथनेन शास्त्रीयविग्रहवाक्यं भवनं रूपं साधयतु. भूयोगे भूयोगे ल्युट् ल्युट् भवति, ल्युडन्त ल्युडन्तप्रत्ययः. तत्कारणात् भू भू इति वादिगणीयधातुः, भू योगे ल्युट्, लकारः लशक्वतद् इति सूत्रेण इत्संज्ञा भूत्वा अपगच्छति. अत्र गणचिन्तनं किमर्थम्? गणचिन्तनं नास्ति, न आवश्यकम्. किमर्थं न आवश्यकम्? अर्धधातुकप्रत्ययः इति कारणेन, कृत् प्रत्ययः किल इति कारणात्, तस्मात् कारणात् गणचिन्तनं न आवश्यकं. कृत् प्रत्ययः अस्ति किल. उत्तमं. ल्युट् प्रत्ययः तिंशित् भिन्नः आर्धधातुकं शेषः इत्यनेन आर्धधातुकसंज्ञकः. आर्धधातुककृदन्तानां प्रसङ्गे, आर्धधातुकतिङ्गन्तानां प्रसङ्गे गणचिन्तनम् अनावश्यकम्. तदेव क्षम्यता. ल्युट् प्रत्ययः आर्धधातुक प्रत्ययः एवं तत्कारणेन आर्धधातुकं शेषः इति सूत्रेण एवं सार्वधातुक आर्धधातुकयोः इति सूत्रेण गुणकार्यं भवति एव. भू भू भू इति इगन्तधातुः, तत्कारणेन प्रसक्तिः अपि अस्ति, प्राप्तिः अपि अस्ति. भू भू गुणः भूत्वा गुणः भूत्वा भो भवति. तदनन्तरम् अत्र ल्युट् प्रत्यये लकारः लशक्वदति इति सूत्रेण इत्संज्ञा भूत्वा अपगच्छति. टकारः अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भूत्वा अपगच्छति. यु एव अवशिष्यते. युवोरणाकौ इति सूत्रेण अन इति आदेशः भवति. एवं भव भो भो योगे अन इति भवति. भो भो इति अन भो योगे अन इति आगच्छति. तदनन्तरम् एषु अयवायवः इति सन्धिसूत्रेण भो भव् भवति. भव् योगे अन भवन इति भवति. नपुंसकलिङ्गम् इति कारणतः भवन भवनं भवति नपुंसकलिङ्गं. तदेव उत्तमम्. सन्देहः भगिनी, एतदेव प्रथममेव प्रष्टुम् इच्छामि. अत्र प्रथमं प्रथमतया अन इति भवितव्यं वा? एषु अयवायवः इति सन्धिसूत्रम् अष्टाध्याय्यां प्रथमम् आगच्छति, तदनन्तरमेव युवोरणाकौ इति सूत्रम् आगच्छति. तत्र काण्ट्रोवर्सि काण्ट्रडिक्षन् अस्ति किल. प्रथमं वि रिक्वैर् दिस् अन इन् आर्डर् टु मेक् इट् प्रथममेव अन भवति चेत् अत्र सन्धिकार्यं भवति. तदन अगर् यु यु केनाट् मेक् इट् सन्धिकार्यं किल. यदि यु भवति अन न भवति, तत्र अचि परे न भवितव्यं किल. अत्र समस्या नास्ति. अङ्गकार्यमेव प्रथमं भवति, सन्धिकार्यं पश्चात् भवति. कस्य प्राधान्यम् आदौ भवेत् इति प्रश्ने सति प्रत्ययम् आश्रित्य आदौ भू इति धातुरूपी अङ्गे अङ्गकार्यं प्रथमं भवति, पश्चादेव सन्धिकार्याणि. किमर्थं चेत् सन्धिकार्यं केवलं वर्णनिमित्तिकं कार्यम्, अङ्गकार्यस्य कृते प्रत्ययः आवश्यकः. अतः आदौ एव अन आयाति, पश्चात् यचोयवायावः सन्धिकार्यं भवति. प्रथमम् अन अन कर्तव्यं, तदनन्तरमेव सन्धि भवति किल. यु इति कारणेन, यु अत्र अस्ति इति कारणेन तत्र गुणः भवति. तदनन्तरमेव अन इति अचि परे भवति चेत् अत्र सन्धिकार्यं भवति किल. तदेव तदेव सोपानं, तदेव किल. अहं वदामि, भू इति धातुः अस्ति, भूधातुः ईगन्तधातुः अस्ति, अन्ते ईकवर्णः अस्ति, धातोः परं कीदृशप्रत्ययः अस्ति इति आदौ द्रष्टव्यं। ल्युट् इति प्रत्ययः अस्ति, ल्युट् प्रत्ययः आर्धधातुकः, ल्युट् प्रत्ययस्य स्वभावः इतोपि कीदृशः इति द्रष्टव्यं। ल्युट् प्रत्ययः कित्तु गित्तु नित्तु नास्ति, कित्तु गित्तु नित्तु नास्ति इति कारणतः तत्र गुणकार्यं भवितुं शक्नोति। अपि च णित् प्रत्ययः इणित् प्रत्ययः इत्युक्ते णुवुल् प्रत्ययः अथवा णिच् प्रत्ययः, एतादृशप्रत्ययाः धातोः परमस्ति चेत् तत्र सार्वधातुक अर्धधातुकयोः इति सूत्रं प्रबाध्य अचो इणिति इति सूत्रं कार्यं करोति। अतः धातोः परम् अणित् प्रत्ययः इणित् प्रत्ययः अस्ति वा इति अपि द्रष्टव्यम्। आहत्य अयं ल्युट् प्रत्ययः कित् गित् नित् नास्ति, अणित् नास्ति, इणित् अपि नास्ति, तत्र अचो इणिति इति सूत्रस्य प्रसङ्गः नास्ति, क्निति च सूत्रस्य प्रसङ्गः अपि नास्ति इति प्रथमतया परिशीलनीयम्। ल्युट् प्रत्यये परे गुणकार्यं भवितुमर्हति इगन्तम् अङ्गम् अस्ति चेत्, इत्युक्ते आर्धधातुक ल्युट् प्रत्ययं निमित्तीकृत्य अत्र भू इति धातुरूपी अङ्गे गुणकार्यं भूत्वा भू भो भवति। ल्युट् इत्यत्र अन इति रूपम् अस्ति, तदा सन्धिकार्यं भवति। सन्धिकार्यं कथं भवति? भो इत्यत्र ओकारस्य स्थाने एव यजोयवायावः इति सन्धिसूत्रस्य प्रसङ्गे किं ज्ञातव्यं? पूर्वपरयोः इति न उक्तमस्ति, केवलं पूर्ववर्णस्य स्थाने एव, केवलम् ओकारस्य स्थाने एव औ आदेशः भवति। तदा तत्र स्थितिः का? भकारः योगः औ योगः अन, तत्र द्वयोः स्थाने एकादेशः नास्ति। यचोयवायावः इति सन्धिप्रसङ्गे एकादेशः न भवति, केवलं पूर्ववर्णस्य स्थाने एव ऐ आय् औ आव् एते आदेशाः क्रमेण भवन्ति, एकारस्य स्थाने ऐ आदेशः इति। अतः भकारः योगः औ योगः अन इति स्थितिः अस्ति, अन्ते वर्णमेलनेन भवन इति प्रातिपदिकं नपुंसकलिङ्गम् इति कृत्वा भवनम् इति रूपं भवति। भगिनी वदतु। कित् नित् नास्ति चेत् पित्वत् अपि भवति खलु? कित् नित् नास्ति चेत् पित्वत्, पित्वं प्रत्ययः सार्वधातुकं चेत् तदानीमेव पित्वा अपित्वा इति द्रष्टव्यम्। प्रत्ययः आर्धधातुकसंज्ञकप्रत्ययः अस्ति चेत् कित् गित् नित् नास्ति चेत् गुणसाधकसामर्थ्यं वर्तते। इत्युक्ते कित् अस्ति चेत्, गित् अस्ति चेत्, नित् अस्ति चेत् आर्धधातुकप्रत्ययः तत्र गुणकार्यं न सिद्ध्यति। तेषु त्रिषु प्रत्ययेषु अन्यतमः नास्ति चेत् तस्मिन् प्रत्यये गुणसाधकसामर्थ्यं वर्तते। अत्र ल्युट् प्रत्ययः तादृशः यस्मिन् गुणसाधकसामर्थ्यम् अस्ति, धातुः ईगन्तः अथवा ईगुपथः चेत्। अग्रे सरेम, रोहिणी भगिनी भवती वदतु अग्रे किं लिखितम्? पञ्चमी विभक्तिः लोभः, लोभा, लोभाव्या, लोभेभ्यः, आननम्, आननात्, आननाभ्याम्, आननेभ्यः, जिह्वा, जिह्वायाः, जिह्वाभ्याम्, जिह्वाभ्यः, नदी, नद्याः, नदीभ्याम्, नदीभ्यः। लोभः इति पदमस्ति खलु, तत्र धातुः अस्ति लुभ्, लुभ् धातुतः लोभः, वक्तुमिच्छति वा? न जानाति, जानामि। घञ् घञ् प्रति सोरि, ओके घञ् वक्तुम् इच्छामि, ओके। लुब् धातु, लुब् धातुः लुब् योगे घञ् प्रत्ययः, घकारः लशक्वतदिते इति सूत्रेण घकारः अपगच्छति। लशक्वतदिते सूत्रेण अपगच्छति इति वदामः वा? नो चेत् लोपः भवति। केन सूत्रेण लोपः भवति? इत्संज्ञा भूत्वा ऐ थिङ्क् लशक्वतदिते किल, लशकु ककारः किल, ककु, केन सूत्रेण तस्य लोपः भवति? तस्य लोपः, तस्य लोपः इति सूत्रेण तस्य लोपः इति सूत्रेण प्रथमं लशप्रतते इति सूत्रेण इत्संज्ञा भवति, तदनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति इत्संज्ञा भूत्वा, तदनन्तरं ञकारः ऐकारः हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, तदनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति, अ एव अवशिष्यते, तदनन्तरं लुभ् इति धातुः, लुभ् इति धातुः तत्र ह्रस्व ह्रस्व उपधायां ह्रस्व इक्वर्णः भवति इति कारणेन तस्य प्रसक्तिः गुणस्य प्रसक्तिः अस्ति अत्र इति शकर् अत्र आर्धधातुकसंज्ञकः किल तत्र आर्धधातुकसंज्ञकः इति सूत्रेण आर्धधातुकं शेषः तदनन्तरं सार्वधातुक आर्धधातुकयोः इति सूत्रेण सोरि पुगन्तलघुपदस्य इति सूत्र आर्धधातुकसंज्ञकः तदनन्तरं पुगन्तलघुपदस्य इति सूत्रेण गुणकार्यं भवति लुभ् इति धातुः गुणकार्यं भूत्वा लोभ् भवति, लोभ् योगे अकारः अत्र घञ् प्रत्ययात् आगतः अकारः अवशिष्टः अकारः योगे लोभ् योगे लोभ, तदनन्तरं पुल्लिङ्गादत् विसर्गः भवति सस्सजुषोरुः इति सूत्रेण विसर्गः भवति, तदनन्तरं वाट् इस् दट् अदर् सूत्रं विसर्जनीयस्य सः इति ससजुषोरुः इति सूत्रेण ऋत्वं भवति, रु इत्यत्र अनुनासिक उकारः अस्ति अतः उपदेशे जनुनासिके इत् इति सूत्रेण अनुनासिक उकारस्य लोपः भूत्वा त्रेफः एव तत्र तिष्ठति, लोभर् इति रूपं भवति, तदा खरवसानयोर्विसर्जनीयः इति सूत्रेण अवसानावस्थायां रेफः अस्ति इति कारणतः रेफस्य स्थाने विसर्गादेशः भवति. घञ् प्रत्ययः आर्धधातुकप्रत्ययः, कृत् प्रत्ययः, धातुः लघु इगुपधधातुः अतः पुगन्तलघुपधस्य च इत्यनेन गुणकार्यं भवति. लुभ् धातुः दिवादिगणे अस्ति, दिवादिगणे तस्य रूपं लुभ्यति, वदतु. दिवादिगणे तस्य लुभ्यति इति ओके, लुभ् धातुः दिवादिगणे अस्ति, लुभ् योगे श्यन् प्रत्ययः विहितः किल, श्यन् प्रत्ययः विहितः तदान लुभ् योगे श्यन् भवति, शकारः लशक्वतदिते इति सूत्रेण इत्संज्ञा भूत्वा तदनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति, नकारः अपि हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति, तदनन्तरं तस्य लोपः इति सूत्रेण लोपः भवति, य एव अवशिष्यते, लुभ् योगे य योगे तिप् लुभ् योगे य योगे तिप् लुभ्यति इति भवति, गुणस्य प्रसक्तिः अस्ति परन्तु प्राप्तिः न भवति, अत्र उपधायां लघुपदधातुः इति सूत्रेण गुणस्य प्रसक्तिः अस्ति परन्तु अत्र यकारः षित् अस्ति तिंशित् सार्वधातुकम् इति सूत्रेण सार्वधातुकसंज्ञकः तु अस्ति परन्तु पित् नास्ति इति कारणेन तस्य प्रसक्तिः सारि प्राप्तिः न भवति इति कारणतः तत्र गुणकार्यं न भवति भवितुम् अर्हति, तस्मात् लुभ् योगे य योगे तिप् ओके, सो लुभ् योगे य योगे ति लुभ्यति इति अन्तिमं रूपं सिद्ध्यति, तदेव. उत्तमं महोदय, साधु उक्तवान्. दिवादिगणे श्यन् तत्र शित्वम् अस्ति किन्तु पित्वं नास्ति इति कारणतः भुगन्तलघुपदस्य च सूत्रस्य प्रसक्तिः अस्ति किन्तु प्राप्तिः नास्ति. आननम् इति पदमस्ति अत्र. आननम् इत्युक्ते मुखम्. आननम् इत्यपि ल्युडन्तपदमेव. अनिति अनेन इति दत्तमस्ति. अनिति इति क्रियापदम् अन् धातुः तस्य लटिरूपम् अनिति अस्ति. अनिति इत्यस्य अर्थः तु श्वास उच्छ्वासकर्णा अथवा जीना. टु लिव् आर् टु ब्रीत्. अग्रे जिह्वा इति पदमस्ति. एकः सन्देहः. आननम् इति ल्युडन्तपदम् एव किल? ल्युडन्तं पदम् एव. आन् आन् योगे अन इति तदेव किल? भवनम् इव. आ उपसर्गपूर्वकः अन् धातुतः ल्युट् इति दत्तमस्ति. धातुः अन् अस्ति. अन् अस्ति चेत् तत्र किं भवति? अनन इति भवति. किन्तु रूपम् आननं तत्र इतोपि कार्यमस्ति इति अवगन्तव्यम्. जिह्वा, जिह्वा इति पदमस्ति. जिह्वा इत्युक्ते जिह्वेन्द्रियं, रसास्वादनकरणं, रसास्वादन इन्द्रियं. जिह्वायाः अन्यनाम अस्ति रसना. रसना इत्युक्ते जिह्वा. अपि च अन्यत् पदमपि अस्ति रसज्ञा. रसज्ञा इति कथनेन विग्रहवाक्यं किं वक्तव्यं भवति? रसं ज्ञायते इति. रसः ज्ञायते इति किल? रसं जानाति. जानाति तत्र ज्ञा धातुः अस्ति. ज्ञायते इति कथनेन कीदृशं पदम्? ज्ञायते इति कर्म, कर्मणि रूपं भवति ज्ञायते इति. रसः ज्ञायते नो चेत् रसं जानाति. पदमस्ति रसः. रसः इति पुंलिङ्गपदमस्ति किन्तु ज्ञाधातुः सकर्मकः अस्ति इति कारणतः रसं जानाति इति रसज्ञः. स्त्रीलिङ्गे वक्तुमिच्छामश्चेत् रसज्ञा. यथा शास्त्रज्ञः, तत्र विग्रहवाक्यं किं भवति? शास्त्रं जानाति इति शास्त्रज्ञः. तत्र उपपदसमासः अस्ति. शास्त्रं जानाति. एवमेव अत्रापि रसं जानाति इति रसज्ञा. पश्यन्तु लोभ इति प्रातिपदिकमस्ति. लोभप्रातिपदिकात् लोभाभ्यां, लोभेभ्यः प्रातिपदिकमस्ति लोभ. लोभ इति प्रातिपदिकं स्वीकृत्य पञ्चमी विभक्ति एकवचनप्रत्ययं योजयामः. नसि प्रत्ययं योजयामः. नसि प्रत्ययं योजयामश्चेत् तत्र किं भवति? टा नसि नसामिनात् स्याः सूत्रेण आत् आदेशः भवति इति कृत्वा लोभयोगः आत् इति स्थितिः अस्ति. तत्र सवर्णदीर्घसन्धिकार्यमस्ति. तेन लोभात् इति रूपं भवति. लोभाभ्याम् इत्यत्र भिन्नकार्यमस्ति. सूर्यकुमारी भगिनी वदतु, पञ्चमी विभक्ति द्विवचनप्रत्ययः कः मूलप्रत्ययः? पञ्चमी द्विवचनं भ्याम्. भ्याम् उत्तमम्. लोभ इति प्रातिपदिकमस्ति. भ्याम् इति पञ्चमी विभक्ति द्विवचनप्रत्ययः अस्ति. तत्र एकं विशिष्टं सूत्रमस्ति. सुपीच इति सूत्रमस्ति. तेन सूत्रेण अदन्ताङ्गस्य यञादिसुप्रत्यये परे दीर्घादेशः भवति इति कृत्वा अकारस्य दीर्घादेशः भूत्वा आकारः भवति. सुपिच इति सूत्रेण भवति. लोभाभ्याम् आननाभ्याम् अङ्गमस्ति, अदन्तम् अङ्गमस्ति. लोभ अथवा आनन तत्र अदन्तम् अङ्गमस्ति इति कारणतः ययादिसुप्रत्यये परे अकारस्य दीर्घादेशः इति वार्ता अस्ति. लोभेभ्यः आननेभ्यः इत्यत्र भ्यस् इति प्रत्ययः अस्ति. पञ्चमी विभक्ति बहुवचनप्रत्ययः भ्यस् अस्ति. भ्यस् इति कथनेन तत्र किं भवति वदतु? ऋत्वं तदनन्तरं विसर्गः. ऋत्वं विसर्गः भवति. ससजुषोरुः खर्वसानयोर्विसर्जनीयः. किन्तु तत्र पश्यन्तु लोभ इति प्रातिपदिकमस्ति. लोभे एकारः श्रूयते खलु, तत्र गुणकार्यं नास्ति. बहुवचने झल्येत् इति एकं सूत्रमस्ति. बहुवचने झल्येत् इति सूत्रेण तत्र आकारस्य एकारादेशः भवति इति कृत्वा लोभे इति रूपं. सुबन्तप्रक्रियायाम् अदन्तप्रातिपदिकं वा इकारान्तप्रातिपदिकं वा ईकारान्तप्रातिपदिकं वा नो चेत् स्त्रीलिङ्गपदं वा एतत् सर्वं दृष्ट्वा एव तत्र सूत्राणि दत्तानि. प्रत्येकं पदस्य रूपसिद्धिः भिन्नरीत्या भवति. तदर्थं भिन्नसूत्राणि आवश्यकानि. रोहिणी भगिनी अग्रे पठतु. जिह्वा जिह्वायाः जिह्वाभ्यां जिह्वाभ्यः जिह्वा जिह्वा धातु इति चिन्तयामि. जिह्वत्यादिगणे दित्तं भूत्वा जिह्वा भवति इति अहमपि सम्यक् न जानामि. उणादिसूत्रेण निर्मितम् इति दत्तमस्ति. उणादिप्रक्रिया भिन्ना अस्ति. अग्रे सरेम भगिनी पठतु. नदी नद्याः नदीभ्यां नदीभ्यः नदी शब्दः एकारान्त स्त्रीलिङ्ग तत्र पञ्चमी नद्याः नदीभ्यां नदीभ्यः. अत्र भेदः कः स्त्रीलिङ्गपुंलिङ्गयोः बहुवचनरूपेषु? लिङ्गे ता नसिंहसाम् इनास्यः इति सूत्रं प्रवर्तते. परन्तु ईकारान्तधातोः किं न जानामि. प्रातिपदिकं भिन्नम् अस्ति. आकारान्तस्त्रीलिङ्गप्रातिपदिकम् अस्ति इति कारणतः जिह्वाभ्यः इति रूपम् अस्ति. आकारान्तस्त्रीलिङ्गपदमस्ति अतः जिह्वाभ्यः. किन्तु लोभः इत्यत्र लोभेभ्यः. तत्र भेदः अस्ति. नदी इत्यत्र नदी इति प्रातिपदिकं स्वीकृत्य भ्यस् इति पञ्चमी विभक्ति बहुवचनप्रत्ययं योजयामः. नदीयोगः भ्यस् तत्र ऋत्वविसर्गयोः कारणेन नदीभ्यः इति रूपं सिद्ध्यति. अग्रे पठतु. उच्चैः पठता जानीत च उच्चैः अव्ययपदं पठता लोट्चकारः मध्यमपुरुष एकवचनं जानीत अपि मध्यमपुरुष एकवचनं च अव्ययपदं बहुवचनं किल मध्यमपुरुष बहुवचनं अग्रे वदतु. हिमगिरेः गङ्गा प्रवहति. हिमगिरि इति प्रथमपुरुष एकवचनं हिमगिरेः तस्य पञ्चमी विभक्ति एकवचनं हिमगिरेः गङ्गा प्रवहति. हरिशब्दवत् गिरिः इत्यपि पुंलिङ्गपदमेव. हिमगिरेः इति समस्तपदमस्ति. अत्र पञ्चमी विभक्तिरूपम् अस्ति. प्रवहति इत्यत्र किमस्ति? उपसर्गपूर्वक वह धातोः वहति प्रवहति. उत्तमं. भुवादिगणे अस्ति इति कारणतः शप् इत्यस्मात् आ आगतः. वह धातुतः शप् योजितः पश्चात् ति अस्ति. वहति इति रूपमस्ति. वह धातोः रूपमेव वाहः. प्रा उपसर्गः अस्ति चेत् प्रवाहः. वि उपसर्गः अस्ति चेत् विवाहः. वह धातोः तुमुन्नन्तं रूपं वक्तुमिच्छति वा? ओढुम्. ओढुम् हकारान्तधातुः अस्ति इति कृत्वा होढः इति सूत्रेण ओढुम् इति रूपं भवति. क्तान्तरूपं वदतु. क्तान्तरूपं उहित्वा. क्तान्तरूपं क्तवतु रूपं तत्र पश्यामश्चेत् ऊढवान् ऊढः इति रूपाणि तत्र सिद्ध्यन्ति. गिरिजा विग्रहवाक्यं वदतु. गिरेः जायते इति गिरिजा. अत्र उपपदसमासः अस्ति. गिरिजा का? पार्वती पार्वतीदेवी. उत्तमं. गिरेः जायते इति गिरिजा. अत्र गिरिः इत्युक्ते पर्वतः. पर्वतस्य अपत्यं स्त्री पार्वती इति तद्धितप्रत्ययान्तपदमस्ति. गिरिजा पार्वती. रोहिणी भगिनी अग्रे पठतु. अम्बा पाणिभ्यां कङ्कणानि निष्कासयति. अम्बा माता शब्दवत् पाणिभ्यां पाणिशब्दस्य पञ्चमी बहुवचनं पाणिभ्यां कङ्कणानि कङ्कणमित्यस्य बहुवचनशब्दं कङ्कणानि निष्कासयति. कस् धातुः अस्ति चेत् कसति इति रूपं भवति. किन्तु णिच् योजनेन कासयति इति रूपं सिद्ध्यति. निस् उपसर्गपूर्वकः कासयति णिजन्तयुक्तं रूपम् अस्ति. निष्काशयति. कङ्कणानि नपुंसकलिङ्गपदमस्ति. कङ्कणं कङ्कणानि. अग्रे वदतु. गिरिभ्यः नद्यः प्रवहन्ति. गिरिशब्दस्य पञ्चमी विभक्ति बहुवचनं गिरिभ्यः. नद्यः नदीशब्दस्य बहुवचनेन कृतवान् भक्ति बहुवचनरूपं नद्यः प्रवहन्ति प्रवसर्गपूर्वः वः धातोः बहुवचनरूपं प्रवहन्ति नद्यः कुतः प्रवहन्ति इति प्रश्ने सति गिरिभ्यः प्रवहन्ति अस्मिन् वाक्ये कर्मपदं नास्ति खलु नद्यः प्रवहन्ति कुतः कस्मात् अथवा केभ्यः गिरिभ्यः अथवा गिरितः नद्यः गिरिभ्यः प्रवहन्ति इति वयं जानीमः साधु भगिनि अग्रे गीतांजलि भगिनि भवती पठतु इक्षोः शर्करां निर्मान्ति इक्षोः इक्षु इति उकारान्त पुंलिङ्ग् पदमिति मन्ये इक्षु इक्षुः तस्य पञ्चमी इक्षोः इक्षोः शर्करां कर्मपदं शर्करा इति स्त्रीलिङ्गदीर्घ आकारान्त द्वितीयविभक्ति एकवचनरूपं शर्करा शर्करां निर्मान्ति इति धातु मा धातुः अदादिगणे अस्ति माति मातः मान्ति एवं रूपाणि भवन्ति माति इत्युक्ते मेषर् इत्यस्मिन् अर्थे मानम् इति वयं जानीमः खलु ल्युडन्तपदं मा धातुतः ल्युट् योजनेन मानम् इति रूपं भवति निर्माणं निरुपसर्गपूर्वकः मा धातुतः ल्युट् योजनेन निर्माणं निर्माणम् इति ल्युडन्तम् अत्र निर्मान्ति लट् बहुवचन निर्मान्ति इक्षुः इक्षु इक्षवः एवं रूपाणि भवन्ति खलु नाम भगिनि इक्षु इक्षु ऊकारान्त गुरुवत् अत्र गुरु गुरवः इष्यते अभिलष्यते असौ इष्यते अभिलष्यते एषः एव इक्षु शर्करा इति पदस्य पञ्चमीविभक्तिरूपाणि वदतु शर्करायाः वा शर्करायाः शर्करायाः शर्कराभ्यां शर्कराभ्यः शर्करायाः शर्कराभ्यां शर्कराभ्यः इति भवति इक्षोः शर्करां निर्मान्ति अस्मिन् वाक्ये कर्तृपदं नास्ति कर्मपदमस्ति शर्करायाः निर्माणं कथं भवति इति अत्र प्रश्नः भवति शर्करा कथं निर्माति इति प्रश्नः असाधुः शर्करा कथं निर्मीयते अथवा शर्करायाः निर्माणं कथं भवति तत्र निर्माणम् इति ल्युडन्तपदं योजयामश्चेत् तस्मात् पूर्वं षष्टिविभक्तिरूपं प्रयोक्तव्यं शर्करायाः निर्माणं नो चेत् शर्करा कथं निर्मीयते निर्मीयते तत्र रूपं किम् कर्मणि रूपं कर्मणि लट् माति इति कर्तरि लट् रूपं मीयते इति कर्मणि लट् रूपं तत्रापि एकं विशिष्टं सूत्रं कार्यं करोति तदर्थमेव मी इति रूपं भवति अग्रे पठतु अत्र एतद् वाक्यम् असाधु वा निर्मान्ति इति क्रियापदं कर्तृपदं न उक्तम् अस्ति कर्तृपदम् अध्याहर्तव्यं कर्तृपदं किं भवितुम् अर्हति जनाः जनाः ओके ओके जनाः इक्षोः शर्करां निर्मान्ति तदेव तद् साधु साधु साधु भवति जिज्ञासा अस्ति खलु जिज्ञासा तदेव तदेव जिज्ञासा इति कीदृशं पदं ज्ञातुम् इच्छा जिज्ञासा ज्ञाधातुः क्रियादिगणे अस्ति ज्ञाधातुः रूपं जानाति कर्तरि लट् रूपं जानाति अस्ति कर्मणि लट् ज्ञायते अस्ति ज्ञाधातुतः सन् प्रत्ययस्य योजनेन जिज्ञासा इति रूपं सन्नन्त लट् रूपं जिज्ञासते अस्माकं वार्ता का अत्र यद्यपि अस्मिन् वाक्ये कर्तृपदं न दत्तं कर्तृपदम् उपयुज्य वक्तुम् इच्छामश्चेत् कर्तृपदम् अध्याहर्तव्यम्। लोके जनाः शर्करां निर्मान्ति, कथं निर्मान्ति? इक्षोः इति। जिज्ञासुः अपि भवति किल, यस्य यस्य जिज्ञासा अस्ति सः जिज्ञासुः किल, गुरुः इव। तत्र भिन्नप्रत्ययः अस्ति, जिज्ञासा जिज्ञासुः इति पदद्वयमपि अस्ति, लट्रूपमपि अस्ति, सन्नन्तलट्रूपम्। युयुत्सवः प्रथमं प्रथमश्लोकं गीतायाः प्रथमश्लोकम् अस्ति किल, युयुत्सवः श्लोकः इति पुंलिङ्गपदम् अस्ति प्रथमश्लोके। युयुत्सवः इति पदं मामकाः पाण्डवाश्चैव, तत्र युयुत्सवः इति पदम् अस्ति किल। युद्धधातुतः सन् प्रत्ययस्य योजनेन युयुत्सुः युयुत्सते इति रूपं सिद्ध्यति। युद्धधातुः दिवादिगणे अस्ति, युध्यते इति रूपम् अस्ति। गीतञ्जलि भगिनी करोतु अग्रिमं पञ्चमं बिन्दु। रामः बाहुभ्याम् आभरणानि अपसारितवान्। तत्र रामः अपसारितवान्, किम् अपसारितवान् और कानि अपसारितवान्? आभरणानि अपसारितवान्। केभ्यः केभ्यां काभ्याम् अपसारितवान्? बाहुभ्याम् अपसारितवान्। रामः अकारान्त पुंलिङ्ग कर्तृपदम्। बाहुभ्याम् इति पञ्चमी द्विवचने बाहुभ्याम् इति दत्तम्। अपसारितवान् इति अप तु उपसर्ग अस्ति, सृ धातुतः आयाति। उत्तमम्। सारि नूतनधातु आयाति निच् प्रत्यय परे। तत्र एकं सूत्रम् आवश्यकम्। सृ इति धातुतः गुणकार्यं भवति चेत् सर् भवति, किन्तु सारि इति रूपम् आगन्तव्यम्, तदर्थं वृद्धिकार्यम् आवश्यकम्। वदतु सूत्रं किम्? उपादायाः किल न अचो इणिति अङ्गं कीदृशं भवेत्? अच् अङ्गम् इत्युक्ते सर् अङ्गम् अस्ति, आतिदेशिकधातु। भगिनी किं वदन्ती अस्ति? सृ इति धातुः अस्ति, सृ धातोः पूर्वम् अप इति उपसर्गः अस्ति। सृ धातुतः नूतनधातोः निर्माणं करणीयम्, सृ धातुतः सारि इति रूपम् आगन्तव्यम्। तत्र किं किं भवति वदतु? तत्र सृ धातुतः गुण भूत्वा सर् भवति, न वृद्धि भवति, क्षम्यतां भगिनी अचो नीति इत्युक्ते णिच् प्रत्यये परे सृगुण भूत्वा सार् भवति, वृद्धिः भूत्वा सार् भवति। तदनन्तरं णिच् प्रत्ययतः ईकार भवति, सारि इति नूतनधातुः अस्ति, सारि। तदनन्तरं तवतु प्रत्ययः अस्ति, सारितवान् इति पुल्लिङ्गरूपम् अस्ति। अप उपसर्ग तत्रापि अस्ति, अपयोगः सारि योगः तवतु इत्यनेन अपसारितवान् इति मन्ये भगिनी। उत्तमं। श्रुधातुः अजन्तधातुः, अजन्तधातोः परम् अणित् प्रत्ययः अथवा इणित् प्रत्ययः, तादृशप्रत्ययः अस्ति चेत् वृद्धिकार्यं भवति। अत्र णिच् प्रत्ययः अस्ति, णिच् प्रत्ययः णित् अस्ति, णित् अस्ति इति कारणतः अचोणिति इति सूत्रेण वृद्धिकार्यं भूत्वा सृ इत्यस्य रूपं सार् भवति, सार्योगः इ सारि इति नूतनधातुः। अत्र तु अपसारि इति अस्ति, तवत् इति तवत् प्रत्ययस्य अवशिष्टभागः, अतः अपसारितवत् इति प्रातिपदिकं पुंलिङ्गे अपसारितवान्, रामः अपसारितवान्, द्वयोर्मध्ये विशेषणविशेष्य भावः अस्ति. तावत् प्रत्ययः कर्तृपदस्य विशेषणं भवति. रामः अपसारितवान् किम्? आभरणानि. आभरणं णत्वं वदतु. आभरणानि रेफ तत्र निमित्तमस्ति. तदनन्तरं नकार अस्ति चेत् मध्ये अ आयाति. अ आयाति चेत् अट्कुप्वाङ् नुं व्यवायेति इति सूत्रेण किमपि बाधा नास्ति चेत् नकार णकार भवति. तदनन्तरम् अग्रिम न अस्ति किन्तु तस्य किमपि निमित्तं नास्ति. रेफस्य साक्षात् अनन्तरं नकारः नास्ति, मध्ये अन्यवर्णः अकारः अस्ति. रेफदन्त्यनकारयोः मध्ये अकारः अस्ति. अट्कुप्वाङ्नुं व्यवायपि सूत्रेण भवति. किन्तु अन्तिम नि इत्यत्र निमित्तं नास्ति साधु वा? निमित्तं रेफ अस्ति चेत् मध्ये बाधा करोति णकार इति. साधु किम्? अहं मन्ये निमित्तमेव नास्ति, इत्युक्ते एकमेव निमित्तम् एकवारं कार्यं करोति न भगिनि? णकारः बाधकवर्णः एव, तवर्गीयव्यञ्जनमस्ति इति कारणतः बाधकवर्णः. किन्तु तत्र चिन्तनं कथं भवेत्? रेफदन्त्यनकारयोः मध्ये बाधकवर्णाः सन्ति, णत्वं न भवति. अत्र भरणम् इति कीदृशं पदम्? हा, भरणं तत्र भ्रू धातु इति मन्ये. भ्रू वा भ्रू एव न भगिनि? भ्रू, हा भ्रू अस्ति. तत्र भ्रू इगन्तमस्ति चेत् भर् गुण भूत्वा भर भर् अस्ति. भरणानि तत्र नपुंसकलिङ्गं बहुवचनं रूपमस्ति. आभरणानि आ इति उपसर्ग अस्ति. भ्रू धातु नपुंसकलिङ्गं बहुवचनरूपम्. उत्तमम्. आ उपसर्गपूर्वकः भ्रू धातुतः ल्युट् योजनेन आभरणम् आभूषणम् आभूषणम् इत्यत्रापि ल्युडन्तमेव. तत्र भूषणम् इत्यत्र शकारः निमित्तमस्ति इति कारणतः तत्रापि अणत्वं भवति. आभरणम् इत्युक्ते आभूषणम् अथवा अलङ्कारः इति वक्तुं शक्यते. अग्रे पठतु. अत्र अत्र भ्रूधातु अस्ति किल, तदेव भरणं भवति. अत्र आभूषणम् इति तत्र भूधातु आगच्छति वा? भू न भूधातुः अस्ति चेत् भवनम्. ओके, भूषणम् इति आगन्तव्यं चेत् भुष् इति धातु भवितव्यं किल? भुष् वा भूष् वा किमपि धातु भवितव्यं भुष् इति. तदेव भूषणम् इति ल्युडन्तपदं भवति इति मन्ये. मम चिन्तनमपि तदेव. अलङ्कारार्थे भुवादिगणे भूष् इति धातुः अस्ति. भूष् धातुः अस्ति, तस्य रूपं भूषति. ह्रस्व उकारः वा दीर्घ उकारः वा? दीर्घ उकारः. तस्य रूपम् एव भूषणं. भूषितः इति तावद् रूपं भूषितवान् इति रूपं भवति. लट् रूपं तु भूषति. अलङ्कारे इत्यस्मिन् अर्थे धातुः अस्ति. भगिनी करोतु षष्टमबिन्दु. भगिनि आम् शिष्या प्रश्न अस्ति, वदतु. नत्वविषये आभरणानि नत्वविषये परिवर्तनं पूर्वं नकार अस्ति चेत् अन्यनकारः नत्वं नास्ति वा? तत्र नकारद्वयं लिखितम् अस्ति. नपुंसकलिङ्ग बहुवचनरूपम् अस्ति इति कारणतः आभरणानि इत्यत्र प्रथम दन्त्यनकारः णकारः भवति. अट्कुप्वाङ्नं व्यवायेपि सूत्रेण द्वितीयदन्त्यनकारस्य का गतिः इति प्रश्ने सति. तत्र रेफदन्त्यनकारयोः मध्ये मूर्धन्यणकारः बाधकवर्णः भवितुमर्हति. बाधकवर्णाः सन्ति चेत् निमित्तम् अस्ति चेदपि णत्वं भवितुं न शक्नोति. मूर्धन्यणकारः टवर्गीयव्यञ्जनमस्ति. टवर्गीयवर्णेषु अन्यतमवर्णः अस्ति चेत् सः वर्णः बाधकवर्णः भवति. गीताञ्जलि भगिनी करोतु. शिष्याः गुरुभ्यः पठन्ति. तत्र शिष्याः बहुवचनरूपं पुंलिङ्गं. शिष्याः पठन्ति शिष्याः केभ्यः पठन्ति? शिष्याः गुरुभ्यः पठन्ति. गुरुभ्यः पञ्चमी बहुवचनं. गुरु इति प्रातिपदिकस्य पञ्चमी सी किं भवति? सीभ्यां भ्यस् भ्यस्तः कथं भवति इत्युक्ते गुरुयोगः भ्यस् तत्र यः आयाति ससजुषो रुः तदनन्तरं खरावसानयो विसर्जनीयः तेन विसर्गः आदेशः ससजुषो रुः सूत्रेण रुत्वं भवति रु आयाति रु इत्यत्र अनुनासिक उकारः अपि अस्ति अनुनासिक उकारः उपदेशजनुनासिक इति सूत्रेण इत्संज्ञकः भूत्वा अपगच्छति तेन गुरुभ्यर् इति रूपं सिद्ध्यति अत्र रेफः अवसानावस्थायाम् अस्ति अवसानावस्था इत्युक्ते अवसानम् इति एका संज्ञा अस्ति विरामोवसानम् इति अवसानसंज्ञासूत्रम् अस्ति संज्ञासूत्रं विरामोवसानम् अवसानावस्थायां रेफः अस्ति अथवा खर्वर्णः परः अस्ति इत्युक्ते अनयोः द्वयोः एका स्थितिः अस्ति चेत् तदा अन्तिमरेफस्य स्थाने विसर्गादेशः भवति खरवसानयोर्विसर्जनीयः इति सूत्रेण वदतु. हा तदेव भगिनि प्रथम तु भ्यस् अस्ति सकार अन्ते अस्ति चेत् ससजुषो रुः इति सूत्रेण रुत्वं भवति रु इति आदेशः तत्र उपदेशजनुनासिक इत् इति सूत्रेण उकार इत् संज्ञा भूत्वा तस्य लोपः रेफ एव तिष्ठति इत्युक्ते गुरुभ्यर् तदनन्तरं खरवसानयोर्विसर्जनीयः परा परे खरवर्ण चेत् अपि च अवसाने चेत् विसर्जनीयस्य आदेशः रेफस्य स्थाने तदनन्तरं गुरुभ्यः पठन्ति इत्यत्र पठ इति अङ्गमस्ति तत्र इतोपि किं भवति पठयोगः सु औजस् अस्ति न पठन्ति इति क्षम्यतां तिङन्तं पदमस्ति तिप्तझि अस्ति झि इति एकं सूत्रमस्ति झोन्तः सूत्रेण झकारस्य स्थाने अन्त आदेशः अपि च ईकार अस्ति अन्तयोग ई अन्ति अस्ति पठन्ति ततः निष्पन्नं भवति पठयोगः अन्ति पठन्ति पठ इति अङ्गमस्ति पठ इति अङ्गात् परम् अन्ति इति सिद्धतिङ् प्रत्ययः अस्ति पठ अपि च अन्ति तत्र सवर्णदीर्घसन्धिं प्रबाध्य वदतु. हा सवर्णसन्धि प्रबाद्य अतो गुणे हा अतो गुणे इति सूत्रेण गुण अकारस्य परे गुणवर्ण अस्ति चेत् पूर्वपरयोः एक पररूपम् आदेशः तेन पठन्ति. उत्तमं तदेव तत्र अतोगुणे इति सूत्रस्य कार्यमस्ति अतोगुणे सूत्रेण किमुच्यते पठ इति अङ्गमस्ति कथम् आयाति इत्युक्ते पठ धातुतः शप् इत्यस्मात् अकारः आगतः तेन पठ इति अङ्गं भवति तिङ् प्रत्ययस्य कृते पठ इति अङ्गमस्ति तत्र अपदान्त अकारः अस्ति अपदान्त अकारात् परे अन्ति इत्यत्र अकारः अस्ति अकारः गुणसंज्ञकवर्णः इत्युक्ते अपदान्त आकारात् परे गुणसंज्ञकवर्णः अस्ति चेत् संहितायां सत्यां पूर्वपरयोः स्थाने पररूपादेशः तेन तत्र सवर्णदीर्घसन्धिं प्रबाध्य पररूपादेशः भवति. अग्रिमं वाक्यं करोतु. शिष्यते अस्ति अवशिष्यते अवपूर्वकशिशुधातु अवशिष्यते इति अस्ति किल शिशु इति धातु अस्ति क्तान्तरूपाणि अपि दृष्टवन्तः अवशिष्टं परिशिष्टं शान्तरूपाणि जानीमः शिशिलु इति धातुः अस्ति रुधादिगणे अस्ति इति भाति. शिश्लु धातुः परिशिष्टम् इत्यत्र क्तान्तरूपमस्ति, किन्तु शिष्यः द्रष्टव्यं. भगिनी करोतु. भरतः भ्रातुः पादुके स्वीकृतवान्. भरतः स्वीकृतवान्, भरतः तु पुंलिङ्ग एकवचन प्रथमविभक्ति कर्तृपदं, स्वीकृतवान् स्वीयोगः क्रूधातु तत्र तवतु रूपं पुंलिङ्गम् एकवचनम्. भरतः स्वीकृतवान् पादुके स्वीकृतवान् तत्र पादुके पादुकं पादुके पादुकानि वा? पादुका इति स्त्रीलिङ्गपदमस्ति. ओ पादुका पादुके पादुकाः. अस्तु लताशब्दवत् लतावत् हा पादुके आ तत्र द्विवचनमस्ति द्वितीयाविभक्ति पादुके स्वीकृतवान्. स्वी इति यद्यपि उपसर्गः नास्ति, विशिष्टसूत्रेण तस्य उपसर्गसंज्ञा भवति इति कृत्वा उपसर्गः इव कार्यं करोति. तदर्थमेव स्वीकृतः स्वीकृतवान् स्वीकरोति इत्यादीनि पदानि सिद्ध्यन्ति. द्वाविंशति उपसर्गेषु अन्यतमः नास्ति, तथापि उपसर्गसंज्ञा तस्य अस्ति. भ्राता शब्दस्य रूपाणि वदतु. हा भ्राता रूकारान्त अस्ति, पुंलिङ्ग पुंलिङ्गपदं प्रातिपदिकं, तत्र पञ्चमी विभक्ति अस्ति. भ्रातुः भ्रातृभ्यां भ्रातृभ्यः. उत्तमं. भ्रातृभ्याम् इति वदनेन सुलभतया अवगन्तुं शक्नुमः तत्र रुकारान्तप्रातिपदिकम् अस्ति इति अवगन्तुं शक्नुमः. भ्रातृ इति प्रातिपदिकं स्वीकृत्य भ्याम् इति योजयामः, तेन भ्रातृभ्यां भ्रातृभ्यः इति रूपाणि भवन्ति. तत्र किमपि काठिन्यं नास्ति, केवलं प्रत्ययं योजयामः. क्रूधातुतः कर्ता इति पदं, भ्रूधातुतः भर्ता इति पदं, पठ्धातुतः पठिता इत्यादीनि पदानि तृजन्तरूपाणि, तृच् प्रत्ययस्य योजनेन निर्मितानि. तदर्थं तेषां रूपाणि भिन्नानि भवन्ति. तदर्थं तत्र रूपाणि पश्यन्तु. कर्ता कर्तारौ कर्तारः, कर्तारं कर्तारौ कर्तॄन् इति रूपाणि भवन्ति. किन्तु भ्राता शब्दस्य रूपाणि पिता शब्दस्य रूपाणि भिन्नानि भवन्ति. भ्राता भ्रातरौ भ्रातरः, भ्रातरं भ्रातरौ भ्रातॄन् इति रूपाणि भवन्ति. इत्युक्ते अनयोः रूपसाम्यं नास्ति, तत्र पार्थक्यम् अस्ति. साधु भगिनी साधु उक्तवती. सूर्यकुमारी भगिनी अग्रिमं वाक्यं करोतु. गायकः श्रोतृभ्यां प्रशंसां प्राप्तवान्. गायकः पुल्लिङ्ग एकवचनम् अस्ति. श्रोतृभ्यां श्रोतृभ्यां द्विवचनं पञ्चमी विभक्तिः. प्रातिपदिकं वदतु. श्रोतृ. उत्तमम्. अत्र श्रोतृ इति प्रातिपदिकं, प्रथमाविभक्ति एकवचनरूपं किं भवति? श्रोता. उत्तमं. रूकारान्तपदं सिद्ध्यति. इदं पदं तृजन्तरूपं. श्रु इति धातुः अस्ति, श्रु धातुतः तृच् योजनेन, तृच् इत्यत्र चकारः इति संज्ञकः, तृ एव अवशिष्यते, श्रूयोगः तृ. तत्र किं किं भवति वदतु. तृच् प्रत्ययः अस्ति चेत् श्रूधातुः गुणः भवति, अर्धधातुकप्रत्ययः अस्ति चेत्. अर्धधातुकप्रत्ययः किन्तु तृच् प्रत्ययः, कित् गित् नित् नास्ति, अपि च इणित् नित् नास्ति. अर्धधातुकप्रत्ययः किन्तु कित् गित् नित् नास्ति इत्यतः गुणकार्यं भवितुं शक्नोति. गुणकार्यं केन सूत्रेण भवति? उगन्तलघुपदस्य सार्वधातुक अर्धधातुकयोः. अत्र केन सूत्रेण? उगन्तलघुपदस्य इगन्तधातुः चेत् सार्वधातुक अर्धधातुकयोः इत्यनेन गुणः भूत्वा श्रु श्रो भवति. श्रोयोगः तृ श्रोतृ इति रूपं सिद्ध्यति. श्रोतृ इति प्रातिपदिकमस्ति. प्रथमविभक्तिरूपं श्रोता, श्रोता श्रोतारौ श्रोतारः, श्रोतारं श्रोतारौ श्रोतॄन् इति रूपाणि भवन्ति. श्रोतृ इति रूकारान्तप्रातिपदिकमस्ति. किन्तु एकम् अन्यत् पदमस्ति श्रोत्रम्. श्रोत्रम् इत्यत्र भिन्नप्रत्ययः अस्ति. श्रोत्रम् इत्युक्ते कर्णेन्द्रियम्, अत्र तृच् प्रत्ययः अस्ति. श्रोत्रम् इत्यत्र फलम् इव अकारान्तप्रातिपदिकमस्ति, किन्तु अत्र रूकारान्तप्रातिपदिकं. श्रोतृयोगः भ्यां, श्रोतृभ्यां. प्राप्तवान् वदतु. प्रायोगः आप् धातुः त्वान्तरूपं तवत् रूपं प्राप्तवान्. प्रशंसा इति शंसु धातुः अस्ति. अष्टमं वाक्यं वदतु. सुपुत्रः मातापितृभ्याम् आशीर्वादं प्राप्नोति. सुपुत्रः, सु उपसर्गपूर्वकः, पुत्रः सुपुत्रः मातापितृभ्यां पञ्चमी द्विवचनम् आशीर्वादं कर्म प्राप्नोति. उपसर्गः आप् प्रा आप् आप् धातुः स्नु प्रत्ययः स्वादिगणे अस्ति. स्वादिगणे अस्ति इति कारणतः स्वादिभ्यः स्नुः इति सूत्रेण आप्नोति सिद्ध्यति. अत्र सुपुत्रः इति समस्तपदमस्ति. गीताञ्जलि भगिनी वक्तुमिच्छति वा? सुपुत्र अव्ययीभावसमासः वा? न, शोभनः पुत्रः इति विग्रहवाक्यं वक्तव्यं भवति. सुजनः इति वदामश्चेत् शोभनः जनः. सुपुत्रः इत्यत्रापि शोभनः पुत्रः. तत्र सु इति उपसर्गः अस्ति. इत्युक्ते प्रादिषु अन्यतमः. प्रादयः सन्ति, द्वाविंशतिप्रादयः सन्ति, तेषु अन्यतमः सु अस्ति. प्रादिसमासः इति वदामः. शोभनः पुत्रः इति वक्तव्यं भवति. कुगतिप्रादयः इति एकं सूत्रमस्ति. कुगतिप्रादयः सूत्रं. तत्र गतिसमासः, कुसमासः, प्रादिसमासः इत्यादयः सन्ति. सुपुत्रः इत्यस्मिन् प्रादिसमासः अस्ति. मातापितृभ्याम् इति दत्तमस्ति. तत्र प्रथमाविभक्ति एकवचनरूपं किं भवति? मातापिता. प्रथमाविभक्ति एकवचनरूपम्. अत्र द्वन्द्वसमासः अस्ति. उत्तमं. मातापितरौ इति रूपं भवति प्रथमाविभक्तिरूपं. माता च पिता च इति विग्रहवाक्यं वक्तव्यं भवति. द्वन्द्वसमासः अस्ति. इतरेतरद्वन्द्वसमासः इति वदामः. मातापितरौ इत्यस्मिन् स्थाने केवलं पितरौ इति वदामश्चेदपि साधु. पितरौ इति कथनेन तत्र किमस्ति महोदय, वदतु. अवशेषसमासः. मातापितरौ इति इत्यस्य स्थाने यदि पितरौ इति समासः, तो ऐ थिङ्क् इट् इस् अशेषसमासः, रैट्? एकशेषवृत्तिः. एकशेषवृत्तिः इति वदामः. इत्युक्ते एकशेषवृत्तिः समासः नास्ति. माता च पिता च इति विग्रहवाक्यं वदामश्चेत् तत्र मातापितरौ इति समस्तपदं सिद्ध्यति. मातापितरौ अस्ति चेत् तत्र द्वन्द्वसमासः अस्ति. किन्तु केवलं पितरौ इति वदामश्चेदपि तस्य अर्थः तु माता च पिता च. तत्र एकशेषवृत्तिः इति वदामः. भवन्तः सर्वे श्रुतवन्तः खलु, वागर्थाविवशं प्रुक्तौ वागर्थः प्रतिपत्तये जगतः पितरौ वन्दे. कालिदासस्य श्लोकः अस्ति. तत्र पितरौ इति कथनेन माता च पिता च इति अर्थः अस्ति. तस्मिन् एकशेषवृत्तिः अस्ति. आशीर्वादः आशिषः वादः इति भवितुं शक्नोति. षष्टितत्पुरुषसमासः भवितुं शक्नोति. वादः, वादः इति वद् धातोः रूपम्. आशीर्वादः इत्यस्मिन् स्थाने आशीर्वचनम् इति अपि भवितुं शक्नोति. सूर्यकुमारी भगिनी, गायकः इति कीदृशं? गायकः सुन्दरमहोदय वदतु. नूल् प्रत्ययस्य योजनेन गायकः इति रूपं सिद्ध्यति. रूपं साधयतु. गै धातुतः नूल् प्रत्ययस्य योजनेन णकारः किं वदकारः चुटु इति सूत्रेण णकारः ईत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. एवं लकारः हलन्तीम् इति सूत्रेण ईत्संज्ञा भूत्वा तस्य लोपः इति सूत्रेण लोपः भवति. उ एव अवशिष्यते. उ इति युवरनाकौ इति सूत्रेण उ अक भवति. एवं गै धातुः सन्धिसूत्रेण गै एचो अयवायवाः इति सन्धिसूत्रेण गै गाय् भवति. गाय् योगे अकः गायकः इति प्रातिपदिकं सिद्ध्यति. तदनन्तरं पुल्लिङ्गस्य योगे ससजुषोरुः इति सूत्रेण रु भवति, गायकरु भवति. तदनन्तरं किं भवति विसर्जनीयस्य करवसानयोः विसर्जनीयः इति सूत्रेण रु इत्यस्य स्थाने र भवति. तदनन्तरं विसर्गः भवति. गै गा भवति. रोहिणी भगिनी वदतु. गै दादु आदेश उपदेशे शिति इति सूत्रेण गा भवति. गायोग अकः भवति. णुवल् इति प्रत्ययः अस्ति. बहवः आर्धधातुककृत् प्रत्ययाः कर्त्रर्थकाः. कर्तरि कृत् इति सूत्रेण सामान्यतया कृत् प्रत्ययाः कर्त्रर्थकप्रत्ययाः भवन्ति. णुवल् प्रत्ययः अपि कर्त्रर्थकप्रत्ययः. गायकः प्राप्तवान्. कर्त्रर्थकप्रत्ययः अस्ति इति कारणतः अस्मिन् वाक्ये गायकः इति कर्तृपदमस्ति. णुवल् प्रत्ययः कर्तरीकृत् सूत्रेण कर्त्रर्थकः इति एका वार्ता अस्ति. प्रशंसा इत्युक्ते श्लाघनं. स्तुतिः नुतिः इति अपि साधु. स्तुतिः नुतिः इति कथनेन तत्र क्तिन् प्रत्ययः अस्ति. श्लाघनम् इत्यत्र ल्युट् अस्ति. अन्तिमं वाक्यं सूर्यकुमारी भगिनी करोतु. धातुः शंस् धातुः वा शंस् इति धातुः वा? आं महोदय, भुवादिगणे अस्ति धातुः शंस्. किमर्थं सां भवति शंस् योगे? आं दीर्घः. स्त्रीलिङ्गं किमर्थं? धातुः शंस् अस्ति. अपदान्तनकारः अस्ति. अपदान्तनकारः अस्ति इति कारणतः तत्र नश्चापदान्तस्य झलि इति सूत्रेण नकारस्य स्थाने अनुस्वारादेशः भवति इति कृत्वा शंस् भवति. किन्तु सकारस्य परसवर्णः नास्ति इति कारणतः सकारः यथावत् तिष्ठति. शंस् धातुः भुवादिगणे अस्ति. स्तुतौ इत्यस्मिन् अर्थे अस्ति. तस्य लटीरूपं शंसति. प्र उपसर्गपूर्वकः शंसति प्रशंसति. किन्तु अत्र किम् अस्ति इति भिन्ना वार्ता. अत्र आकारः अस्ति किल, तदेव स्त्रीलिङ्गं किमर्थम्? आकारः अस्ति किल, दीर्घः आकारः किमर्थम्? एतदेव प्रश्नः. अन्तिमवाक्यं कुर्मः. सूर्यकुमारी भगिनी करोतु. दत्नः नवनीतं भवति. दत्नः पञ्चमी एकवचनं. नवनीतं भवति. भवती रूपं साधयतु. भूधातुः सप्योगः भो भवति. भो योगः आ यचो यवायवाः सूत्रेण भव भवति. ति योजनेन भवति भवति. भू इत्यत्र गुणकार्यं केन सूत्रेण भवति? भू सार्वधातुक अर्धधातुकयोः एकः गुण भवति. नीतवान् नीतः इत्यादीनि पदानि कथं सिद्ध्यन्ति? नेत नियोगः प्राप्यते चेत् नीतः भवति. उत्तमम्. अत्र नवनीतम् इत्यत्र नीत इति पदमस्ति खलु, नीधातुतः क्ताप्रत्ययस्य योजनेन नीत नीतप्रातिपदिकं त्रिषु लिङ्गेषु रूपाणि सम्भवन्ति. क्तवत् रूपं नीतवान्. नीधातोः ल्युडन्त रूपं किमस्ति? ल्युडन्तरूपं नयनम्. उत्तमं. महोदय भवान् वदतु, नवनीतम् इत्यस्य अन्य नाम अस्ति दधिजम्. तत्र विग्रहवाक्यं किं भवति? दधिजम् दध्नः जायते इति दधिजम्. नवनीतम् इत्यस्य अन्य नाम अस्ति दधिजम्. दध्नः जायते इति दधिजम् उपपदसमासः अस्ति तत्र. नवं नीयते अनेन इति नवनीतम् इति दत्तमस्ति. नवनीतम् इत्यस्य अन्य नाम अपि अस्ति. वदतु. हयोरवीनम् इति पदं ह्यः ह्यस्तन क्षीरात् यत् जायते सः हय्यङ्गवीनम् इति उच्यते. ह्यस्तनक्षीरात् यत् नवनीतं जायते तदेव नवनीतं हय्यङ्गवीनम् इति उच्यते. उत्तमं. हय्यङ्गवीनं, दधिजं, नवोद्धृतं, नवनीतम् इत्यस्य पर्यायवाचिनः शब्दाः. नवनीतं, नवोद्धृतं, हय्यङ्गवीनं, दधिजं, पयः सारभेदः इति अपि लिखितमस्ति. पयः इति सकारान्तपदमस्ति. गव्यविशेषः गव्यं. वदतु महोदय. गव्यं गोः गो गोः गवः अयं गव्यं. गविभवं. गविभवं गव्यम्. ओके. गविभवं गव्यम्. नवम् इति दत्तमस्ति. नवशब्दस्य अर्धद्वयम् अस्ति खलु. सङ्ख्यापदम् अस्ति अपि अस्ति नवशब्दम्. नव इति सङ्ख्यापदमस्ति. नूतनम् इति पदमपि अस्ति. पादुका इति वदनेन चर्ममयपादत्राणं. चर्ममयपादत्राणं. त्राण इति कीदृशं पदम्? त्रै इति धातोः त्रै धातोः त्राणं. लटीरूपं किं भवति त्रै धातोः? त्रायते इति रूपं. त्रायते, त्रायेते, त्रायन्ते. आत्मनेपदी धातु. त्राणमिति ल्युडन्तरूपमेव. त्रातवान् त्रातवान् या त्रेतवान् भवितव्यं तान्तरूपम्. अत्र ल्युडन्तरूपमेव त्राणम्. पादुका इति पदं दत्तमस्ति खलु. पादुका इत्यस्य अर्थः चर्मादिना निर्मितं पाद आच्छादनम् अथवा चर्ममय पादत्राणम्. प्रातिपदिकं किं भगिनि? प्राण प्रातिपदिकं न त्राण त्राण त्राण. यथा महोदयेन उक्तं त्राण इति ल्युडन्तमेव. त्रै धातोः रूपं त्राणमेव. किन्तु त्रै धातुतः क्तान्तरूपं किं भवति? त्रातवान् इति भवितव्यं. त्रातवान् इति त्रातवान् इति भवितव्यम् इति मन्ये. त्रातवान् इति भवति. साधु. वयं सर्वे मिलित्वा उत्तमरीत्या चिन्तनं कृतवन्तः. इदानीम् अत्र स्थगयामः. सर्वेषां धन्यवादाः.